अस्तु, अस्माकं विषयः अस्ति न्यायशास्त्रमिति. अत्र विशेष्यविशेषणभावः इति विषये तत्र प्रवर्तमानः अस्ति अस्माकं पठनं. अत्र करपत्रं पुरतः स्यात्. तत्र करपत्रे प्रमुख अंशः आसीत् तत्र विशेषणविशेष्यभावः इति. तत्र वयं दृष्टवन्तः विशेषणम् इत्युक्ते किं, विशेष्यम् इत्युक्ते किं, विशेषणवाचकशब्दः इत्युक्ते कः, विशेष्यवाचकशब्दः इत्युक्ते कः इति. अपि च तत्र गुणवाचकपदं गुणिवाचकपदं तत्सर्वमपि वयं दृष्टवन्तः अत्र. इदानीं तदनन्तरम् अस्माकं प्रमुखविषयः अस्ति तत्र वत्वम् इति. तत्र गन्धवत्वम् इति पुस्तके अपि आसीत्, तत्र गन्धवत्वम् इत्युक्ते गन्धः एव इति. तत्र अस्माकं किञ्चित् क्लेशः आसीत्, तत्र किञ्चित् जाटिल्यमपि अस्ति इति कारणात्. तर्हि तदेव अस्ति द्वितीयविषयः. यस्मिन् विषये इदानीं वयं चर्चितवन्तः स्मः, तत्र पुस्तके अपि तस्मिन् विषये किञ्चित् पठितवन्तः, परन्तु तत्र इतोपि अधिका स्पष्टता भवेत् इति महोदयेन एतत् करपत्रं निर्मितम् अस्ति. तर्हि तत्र अस्माकं मनसि तत्र स्पष्टता आवश्यकम् अस्ति. अत्र धनवान् बालकः इति वदामः चेत् तत्र बालके विद्यमानः कश्चन धर्मः अस्ति इति. तत्र बालके अथवा धनवान् बालकः इति प्रसङ्गे तत्र धनवती बालके विद्यमानः कश्चन धर्मः अस्ति, यः धर्मः अत्र धनम् इति वक्तुं शक्नुमः. अपि च तत्र त्वल् इति प्रत्येक उपयोगं कुर्मः चेत् तत्र साधारणतया वयं वदामः तद् भावप्रत्ययः इति, परन्तु न्यायशास्त्ररीत्या पश्यामः चेत् तत्र भावस्य अपेक्षया धर्मः इति वदामः चेत् इतोपि सम्यक् भवति. तर्हि तत्र त्वल् प्रत्ययस्य संयोजनेन धर्मः इति एव इष्टार्थः अस्ति, न तु भावः इति. तत्र तर्हि तत्र धनं धनवत्वम् अनयोः कः भेदः इति चिन्तयामः चेत्, धनम् इति तत्र यः द्रव्यमस्ति तस्य स्पर्शं कर्तुं शक्नुमः, तथैव धनवत्वमपि कर्तुं शक्नुमः वा इति अस्माकं मनसि तत्र प्रश्नः उदेति. तत्तु वास्तविकम् एव. तर्हि तदर्थमेव एतत् करपत्रं निर्मितमस्ति. यतोहि एतत् करपत्रस्य पठनेन अस्माकं मनसि किञ्चित् स्पष्टता जायेत इति चिन्तनम्. तर्हि किञ्चित् पुनस्मरणरूपेण वयं तत्र धनं धनवत्वम् इति यः शीर्षकः अस्ति तस्मात् आरम्भं कुर्मः. तर्हि तत्र बालसुब्रह्मण्यमहोदय, भवान् एव आरम्भं करोति वा? तत्र धनं धनवत्वम् इति अस्ति खलु, तस्मात् धनं धनवत्वं च. अधुना धनवत्वं धनं, धनवान् इति शब्दः अस्ति. यथा वृक्षशब्दस्य विशेषणं किं? वृक्षत्वम्. वृक्षशब्दस्य वदनेन वृक्षपदार्थः वृक्षत्वं, तयोः सम्बन्धः च, एतत् सर्वं पदार्थत्रयं ज्ञायते. अधुना धनवान् इति शब्दः अस्ति इति चिन्तयतु. धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः. धनम् अस्मिन् अस्ति धनवान् इति. धनवान् कः? कश्चन पुरुषः. धनवान् इति शब्देन अपि पदार्थत्रयं बोधयति, बोध्यते. च किम् इति चेत् प्रथमः पदार्थः धनवानेव, नाम धनं यस्य यस्मिन् अस्ति सः, तस्मिन् पुरुषे विशेषणत्वेन यत् अस्ति सः अपि पदार्थः बोध्यते. सः पदार्थः कः? धनमेव. वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम् इति स्वीकृतम्. अत्र धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः कः इत्युक्ते अन्यत् किमपि अस्माभिः स्वीकरणीयं नास्ति. धनवान् यः अस्ति तस्मिन् विद्यमानं विशेषणं धनमेव. धनवति विद्यमानः धर्मः इत्युक्तौ धनमेव. कथनस्य आशयः एवं यत् धनम् अपि कश्चन धर्मः भवति, तर्हि धनवान् इति शब्देन के त्रयः पदार्थाः बोध्यन्ते इत्युक्ते धनं, धनं यस्मिन् अस्ति तादृशपुरुषः, तयोः मध्ये विद्यमानः संयोगसम्बन्धः, एते त्रयः अंशाः ज्ञायन्ते. किञ्चित् वदतु महोदय. धनवत्तम् एव धनं, वृक्षशब्दस्य विशेषणं वृक्षत्वं, वृक्षशब्दस्य वदनेन वृक्षपदार्थः वृक्षत्वं, तयोः मध्ये सम्बन्धः एवं ज्ञायते. इदानीं सर्वं ज्ञायते. धनवान् इति शब्दः स्वीकरोमः चेत् धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः. धनं यस्मिन् इत्युक्ते किं धनं, धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः इत्युक्ते तत्र तत्र तात्पर्यः कः? धनं मूल पदं, तदपरं धनं यस्मिन् अस्ति सः धनवान्. उत्तमं, तदेव. धनवान् कश्चन पुरुषः, सो धनवान् इति पार्थेन त्रयः पदार्थत्रयं बोध्यते. पदार्थः धनवान्. क्षम्यतां, यः न वदति कृपया म्यूट् करोतु. राजी भगिनी कृपया म्यूट् करोतु. हा, अस्तु महोदय. प्रथमः पदार्थः धनवान्, धनं यस्य सः धनवान्. सत्यं, तत्र इत्युक्ते तत्र त्रयः अंशाः ज्ञातुं शक्नुमः धनवान् इति कथनेन इति उक्तवान् खलु, तत्र ते के इति आसीत् मम प्रश्नः. धनं पदार्थः धनवान्, यस्मिन् धनमस्ति सः धनवान्, एतयोः मध्ये सम्बन्धः कः इति इत्युक्ते तत्र यस्मिन् धनमस्ति तादृशपुरुषः एकम् एकः अंशः, द्वितीयः अस्ति तत्र धर्मः इति तत्र तत्र धनमिति तत्र यद् धर्मः अस्ति तत् तृतीयमस्ति तत्र तृतीयः अस्ति तयोः मध्ये विद्यमानः सम्बन्धः इति तथैव तत्र वृक्षः वृक्षविषये अपि तत्र वृक्षत्वम् इति धर्मः वृक्षम् इति तत्र यत् वृक्षः अस्ति तत्र तत् पदार्थः अपि च तयोः मध्ये विद्यमानः सम्बन्धः इति वयं वक्तुं शक्नुमः तथा. अस्तु, एतत् अवगतं वा, तत्र प्रश्नः अस्ति वा? अस्तु तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. एतदपि वक्तव्यमस्ति, धनवान् इति शब्दः गुणिवाचकः उन्नतशब्दः इव. अतः यथा उन्नतः इत्यस्य कथनेन वृक्षः इत्यस्य साक्षात् बोधः न भवति, नाम कस्मिन् उन्नतत्वम् अस्ति इति न ज्ञायते यावत् वृक्षः इति शब्दः न उच्येत, तावत् एव ज्ञायते यत् कश्चन अस्ति यस्मिन् उन्नतत्वम् इति गुणः विद्यमानः. धनवान् अपि तथा. धनं कस्मिन् अस्ति? पुरुषे, बालके, राष्ट्रपतौ, अभियन्तरि, तन्न ज्ञायते. केवलं धनयुक्तः कश्चन अस्ति इत्येतावदेव ज्ञायते. सः कः इति वक्तव्यं चेत् अग्रे अन्यत् पदं प्रयोक्तव्यं. दानवान् बालकः इति वक्तव्यम्. अत्रापि धनवान् इति शब्दः गुणिवाचकः शब्दः, उन्नतः शब्दः इव अस्ति. अर्थः अर्थमस्ति यदा उन्नतः शब्दः इति वदामः चेत् कः उन्नतः इति प्रश्नः उदेति. वृक्षः इति वदामः चेदेव पूर्णार्थम् अवगम्यते. तदानीम् एव धनवान् इति वदति चेत् धनं कस्मिन् अस्ति इति प्रश्नः उदेति. उत्तरं पुरुषः वा बालकः वा इति किमपि पदं योजनीयं, तदा एव सम्पूर्ण अर्थः अवगम्यते. धनवान् बालकः इति वक्तव्यं चेत् पूर्णः अर्थः ज्ञायेत. उत्तमम्, अग्रे अपि पठतु भगिनि. किन्तु धनवान् इति शब्देन धनम् अस्ति इति ज्ञायते, धनयुक्तः कश्चन अस्ति इत्यपि ज्ञायते, तयोः मध्ये संयोगसम्बन्धः अस्ति इति अपि ज्ञायते. धनवान् इति शब्दः, एते त्रयः पदार्थाः ज्ञायन्ते. धनवान् इति शब्देन त्रयः पदार्थः ज्ञायन्ते. धनम् अस्ति इति प्रथमः, द्वितीयं धनयुक्तः कश्चन कः धनयुक्तः कश्चन पुरुषः अस्ति इति अपि ज्ञायते. तयोः मध्ये संयोगसम्बन्धः अस्ति इति अपि अहं ज्ञातुं शक्यते. उत्तमं. धनवत्त्वम् अत्र कथं व्यवस्था इति उच्यते. धनवान् इति शब्दात् त्वप्रत्ययः संयोजितः, तेन धनवत्त्वम् इति पदं सञ्जातम्. त्वप्रत्ययः भावप्रत्ययः, भावार्थे विद्यमानः प्रत्ययः. वस्तुतः भावः इत्यस्य अर्थः कः इति चेत् तस्मिन् विद्यमानः धर्मः. इदानीं वृक्षः इति शब्दः अस्ति, वृक्षस्य भावः वृक्षत्वम्. वृक्षस्य भावः इत्यस्य अर्थः कः इति चेत् वृक्षे विद्यमानः कश्चन धर्मः. अतः त्वप्रत्ययं योजयामः चेत् वृक्षशब्दात् तेन किं भवति? वृक्षे विद्यमानः धर्मः बोध्यते. तत्र एकः एव धर्मः, वृक्षत्वम्. एवमेव यः कोऽपि भवतु, शब्दः भवतु, शुक्लः इति अस्ति. शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम्. अत्र शुक्लत्वम् इति धर्मः अस्ति. आङ्ग्लभाषायां वैट्नेस् इति शुक्लशब्दात् भावार्थे त्वप्रत्ययं योजयामः चेत् तस्य अर्थः कः भवति? शुक्लः इति गुणः, तस्मिन् विद्यमानः धर्मः इति. तर्हि शुक्लत्वम् इत्युक्ते शुक्ले विद्यमानः धर्मः, मनुष्ये विद्यमानः धर्मः मनुष्यत्वम्. अत्र धनवत्त्वम् इति विषये अस्ति. धनवान् इति शब्दस्य त्वप्रत्ययः संयोजितः चेत् धनवत्त्वम् इति पदं सञ्जातम्. त्वप्रत्ययः भावप्रत्ययः, तस्य अर्थमस्ति तस्मिन् विद्यमानः धर्मः. धनवत्त्वम् इति शब्दस्य अर्थं तस्मिन् विद्यमानः धर्मः इति अर्थमस्ति. इदानीं वृक्षः इति शब्दे वृक्षशब्दस्य भावप्रत्ययः योजयामः चेत् वृक्षत्वम् इति पदम् आगच्छति. तस्य अर्थम् अस्ति वृक्षे विद्यमानः कश्चन धर्मः इति. वृक्षत्वं तद् अभवत्. शुक्रः इति पदं स्वीकुर्मः चेत् इति गुणवाचकशब्दः इति स्वीकुर्मः चेत् शुक्लत्वम् इति धर्मः अस्ति. तद् शुक्लशब्दात् भावार्थे त्वप्रत्ययः योजयामः चेत् शुक्लत्वम् इति भवति. तस्य अर्थं तस्मिन् विद्यमानः धर्मः इति. मनुष्ये विद्यमानः धर्मः मनुष्यत्वम् इति वक्तुं शक्नुमः. उत्तमं भगिनि. तर्हि तत्र अन्ततो गत्वा तत्र विषयः कः इत्युक्ते तत्र भावप्रत्यये भावः इति यद्वदामः तदस्ति तस्मिन् विद्यमानः धर्मः इति. तर्हि तत्र वृक्षे विद्यमानधर्मः अस्ति वृक्षत्वं, धनवती विद्यमानः धर्मः अस्ति धनवत्वम् इति. एक एव धर्मः अस्ति किल, अस्ति वा भगिनि? एक एव धर्मः इति अस्ति अत्र वृक्षे वृक्षत्वं तदानीमेव. तत्र गुणदृष्ट्या पश्यामः चेत् एक एव धर्मः भवति खलु, तत्र अन्यत् तु भवितुम् अर्हति. तत्र वृक्षे पक्षी वा तत्र शाखा वा यत्किमपि तत्र भवितुम् अर्हति. परन्तु धर्मः इति चिन्तयामः चेत् वृक्षे वृक्षत्वम् इति एव धर्मः भवति खलु. अस्तु भगिनि, तत्र एकं वाक्यम् आसीत् शुक्लः इति गुणवाचकशब्दः स्वीक्रियताम् इति. तत्र शुक्लः इति तत्र गुणवाचकपदम् अपि च गुणिवाचकपदम् इति भवितुम् अर्हति खलु, तत्र किञ्चित् स्मारयतु अस्माभिः. त्रयः गुणवाचकः शब्दः, केवलं गुणवाचकः, केवलं गुणिवाचकः, गुणवाचकः गुणिवाचकः अपि भवितुम् अर्हति. तत्र शुक्लः इति वर्णः गुणिवाचकः द्वयोः अपि इति तृतीयभेदः अस्ति. तदेव किल? तदेव भगिनि, तत्र तृतीयप्रभेदे अस्ति. तर्हि तत्र गुणवाचकपदमपि भवितुम् अर्हति अथवा गुणिवाचकपदमपि भवितुम् अर्हति. परन्तु अत्र गुणवाचकपदम् इति स्वीकुर्मः चेत् तत्र शुक्लत्वम् इति धर्मः विद्यते. अस्तु, उत्तमम्. अस्तु, मध्ये अन्य केनापि आगतः वा? भगिनी, अहं पवनः. अस्तु, कः अस्ति? का पुष्पा भगिनी? अहं आगच्छति तत्र. यः न वदति कृपया. भगिनी अपर्णा अस्मि, नमस्ते. भगिनी, मम एकः प्रश्नः अस्ति पवनः अत्र. वदतु महोदय. यदा भवती उक्तवती तत्र वृक्षे वृक्षत्वम् इति धर्मः एकः एव भवितुमर्हति, केवलम् अवगमनार्थं पृच्छामि, तत्र बालकः अस्ति तस्मिन् बालकत्वमपि अस्ति प्रायः, नामः धनिकत्वमपि अस्ति अथवा मानवत्वमपि अस्ति, तत् कथम्? तत्र भिन्नभिन्नविषयाः आगच्छति खलु. तत्र बालकः इति वदामः चेत् तत्र केवलं बालकत्वम् अस्ति, परन्तु बालकः छात्रः इति वदामः चेत् तस्मिन् सन्दर्भे छात्रत्वम् अस्ति इति वयं ज्ञातुं शक्नुमः. परन्तु केवलं बालकः इति वदामः चेत् तत्र तु बालके बालकत्वम् अस्ति इत्येव ज्ञातुं शक्नुमः खलु वयं. तर्हि विशेषणं यावत् न आगच्छति तस्मात् एकमेव धर्मः भवितुम् अर्हति इति. हा, तत्र सत्यं. तत्र वृक्षे अपि तथा खलु, तत्र उन्नतः वृक्षः इति वयम् उदाहरणं दृष्टवन्तः. तत्र यावत्पर्यन्तम् उन्नतः इति शब्दः न आयाति तावत्पर्यन्तं वृक्षः उन्नतः वा न वा इति ज्ञातुं न शक्नुमः. केवलं तत्र वृक्षः इति अस्ति इति एव ज्ञातुं शक्नुमः. उन्नतः वृक्षः इति वदामः चेदेव तत्र स च वृक्षः उन्नतः इति ज्ञातुं शक्नुमः खलु. तथैव अवगतं भगिनि. अस्तु, तर्हि भवानेव अग्रे पठतु इदानीन्तनवत्वम्। पठामि भगिनि। इदानीं धनवत्त्वं, धनवान् इति शब्दात् त्वं त्वप्रत्ययं संयोजयामः। पूर्वं यत्र यत्र उदाहरणं दर्शितं तत्र यथा नियमः तथैव नियमः अत्रापि स्वीकर्तव्यः। धनवान् प्लस् त्व धनवत्त्वम्, अनेन धनवत्त्वम् इत्यस्य कः अर्थः? धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः, सः धर्मः कः इत्युक्ते धनम् एव, तदेव अस्माभिः पूर्वं स्वीकृतम्। धनवति विशेषणरूपेण विद्यमानः धर्मः अत्र धनमेव। अतः अत्र निष्कर्षः कः इति चेत् धनवत्त्वम् इत्युक्तौ धनम् इति सिद्धम्। निष्कर्षः इत्युक्ते किं भगिनि अर्थः? निष्कर्षः इत्युक्ते सारः। तर्हि इदानीम् अवधेयं तु धनवत्त्वम् उपरि अस्ति। धनवान् इति शब्दस्य त्वप्रत्ययमस्ति, यदा त्वं त्वप्रत्ययं संयोजयामः तत्र धनवत्त्वम् इति प्राप्नुमः। तत्र यथा नियमः तत्रैव नियमः अत्रापि। पूर्वस्मिन् नियमं किमासीत्? तत्र वृक्षविषये वयं यदा पृष्टवन्तः तत्र यथा वृक्षत्वं तत्र वृक्षत्वम् वृक्षस्य अनन्तरं त्वप्रत्ययः संयोजयामः चेत् तत्र त्वप्रत्ययं संयोजयामः चेत् तत्र वृक्षत्वम् इति आगच्छति खलु। तर्हि तत्र वृक्षत्वम् इति वृक्षे विद्यमानः कश्चन धर्मः इति उक्तवन्तः। तर्हि तादृशरीत्या एव स्वीकुर्मः चेत् तत्र धनवान् इत्युक्ते धनं योगः मत् प्रत्ययः खलु। तर्हि धनवान् इति आगच्छति, धनवान् योगः त्वप्रत्ययः भवति धनवत्त्वम् इति। वदतु महोदय। तर्हि धन्यवत्त्वं धनवत्त्वम् इत्यस्य अर्थः तु धर्मः अस्ति यत् धनवान् तस्मिन् विद्यमानः धर्मः अस्ति। धर्मः कः इत्युक्ते पुनः धनमेव, यत्र इत्युक्ते धनमस्ति चेदेव धनमादेव इति, तत्र धर्मः धनमेव। अस्तु, तदेव अस्माभिः पूर्वं स्वीकृतं यथा वृक्षः वृक्षत्वम् इति। धनवति विशेषणरूपेण विद्यमानः धर्मः अत्र धनमेव। तर्हि धनवति इत्युक्ते धनवान् यदस्ति तस्मिन् विशेषणरूपमस्ति विद्यमानः धर्मः अस्ति धनं। धनं यदस्ति धनं तु धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः। तर्हि द्वावपि समानमेव भगिनि अत्र वाक्यानि, अथवा वैसी वर्षा इति रूपेण वा एतत्? न, तत्र तु तत्र आशयः कः इत्युक्ते, तत्र कथनस्य आशयः कः इत्युक्ते, तत्र आरम्भे वयं दृष्टवन्तः खलु धनवती यः धर्म विद्यति तदेव धनम् एव अस्ति इति, तदेव तत्र अस्माकं प्रथमपरिच्छेदे अद्य आसीत्, भवान् प्रायः तस्मिन् समये न आसीत्। तर्हि तत्र धनवान् इति शब्देन तत्र अंशत्रयं वयं ज्ञातुं शक्नुमः, इत्युक्ते तत्र धनं यस्मिन् अस्ति तादृशपुरुषः तस्मिन् विद्यमानधर्मः तत्तु धनमेव, अपि च तत्र तयोः मध्ये विद्यमानः सम्बन्धः इति तत्र अंशत्रयं धनवान् इति पदं वदति इति वयं दृष्टवन्तः। तर्हि तत्र वयं दृष्टवन्तः तत्र धनवति विद्यमानः धर्मः तु धनम् एव इति। इदानीं त्वप्रत्ययविषये यदा दृष्टवन्तः तत्र धनवान् योगः त्वप्रत्ययः भवति धनवत्त्वम् इति। तर्हि धनवत्त्वप्रत्ययसंयोजनेन अपि तत्र तस्मिन् विद्यमानः कश्चन धर्मः इति वयं दृष्टवन्तः, इत्युक्ते धनवत्त्वम् इत्युक्ते धनवान् यः अस्ति तस्मिन् इत्युक्ते धनवती विद्यमानः धर्मः एव धनवत्त्वम् इति। तर्हि धनम् अपि धनवती विद्यमानः धर्मः, धनवत्त्वम् अपि धनवती विद्यमानः धर्मः, इत्युक्ते तत्र धनम् अपि च धनवत्त्वं तयोः मध्ये भेदः नास्ति, समानः एव इति तत्र निष्कर्षः सारांशः। अस्तु, अवगतं, धन्यवादः भगिनि. अग्रे पठतु महोदय, अग्रिमपठतु. अत्र धने धनवत्त्वस्य पर्यवसानं कृतं, नाम धनवत्त्वशब्दस्य उच्चारेण तर्कस्य पङ्क्तिः धनम् एव अधिगच्छति. पर्यवसानं नाम तत् स्वरूपं धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति धनवत्त्वम् अपि तथा. धने धनत्वस्य पर्यवसानं तत्स्वरूपं कृतम् इत्युक्तौ धनवत्त्वम् अन्यत्र कुत्रापि न भवितुमर्हति, धनवत्त्वम् इति धनम् एव. पर्यवसानम् इत्युक्ते भगिनि? पर्यवसानम् इत्युक्ते निष्कर्षः इति एव. तदेव पूर्वं कृतं खलु तत्र धने धनवत्त्वस्य. अस्तु अस्तु अस्तु, तर्हि नाम धनवत्त्वस्य शब्दस्य उच्चारेण तर्कस्य पङ्क्तिः धनम् एव अधिगच्छति. तत्स्वरूपं धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति धनवत्त्वमपि तथा. तर्हि पुनः तत्र धनं धनवत्त्वं समानम् इति एव वयं निरूपयामः खलु अत्र? सत्यं तदेव अस्ति अत्र. तत्र किम् अस्ति इत्युक्ते तत्र धनवत्त्वम् इति यः शब्दः अस्ति पश्यामः चेत् तस्य अर्थः धनम् इति एव आगच्छति. तर्हि धनम् इत्युक्ते धनवत्त्वम् इति वयं समानम् इति साधितवन्तः. तर्हि तत्र धनं परन्तु वयं चिन्तयामः चेत् धनम् इति पार्थिवद्रव्यम् अस्ति, तत् तस्य स्पर्शः भवति, परन्तु धनवत्त्वम् इति धर्मः अस्ति, कथं वा तस्य स्पर्शः भवितुम् अर्हति इति अस्माकं साधारणचिन्तनं भवितुम् अर्हति खलु. तर्हि तस्मिन् तदर्थमेव अत्र पुनः पुनः लिखितम् अस्ति तत्र धनम् इत्युक्ते धनवत्त्वमेव, धनवत्त्वमपि तथा तस्य स्पर्शः अपि भवितुम् अर्हति इत्युक्ते यः धनमस्ति यद्धनमस्ति तदेव धनवत्त्वम् अपि इति. अस्तु, तर्हि धने धनवत्त्वस्य परिवसानं तत्स्वरूपं कृतम् इत्युक्तौ धनवत्त्वम् अन्यत्र कुत्रापि न भवितुमर्हति, धनवत्त्वम् इति धनमेव. अस्तु, तर्हि इत्युक्ते तत्र धनम् अपि च धनवत्त्वम् इति समानमेव इति. अस्तु अस्तु, अपर्णा भगिनी अग्रे पठितुं शक्नोति वा? आं भगिनि, अधुना एतत् सर्वम् उक्तम्. वस्तुतः न्यायशास्त्रे अत्र पक्षद्वयमस्ति, द्वाभ्याम् अपि पक्षाभ्याम् अस्माकं लक्षणकार्यं सिध्यति. एकस्मिन् पक्षे धनवत्त्वम् इत्युक्तौ धनमेव, अपरस्मिन् पक्षे धनवत्त्वम् इत्युक्ते धनाधिकरणत्वं धनस्य अधिकरणं, तस्मिन् अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वं. धनवत्त्वं धनमेव इति चेत् धनवत्त्वं संयोगसम्बन्धेन धनवति अस्ति. धनवत्त्वं धनाधिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन धनवति अस्ति. प्रयत्नं करोमि. वयं यदा पूर्वं परिशीलितवन्तः धनवत्त्वम् इत्युक्ते धनम् एव इति वयं प्राप्नुवन्तः, यदा वृक्षत्वम् इत्युक्ते तत् वृक्षमेव वृक्षं सूचयति इति. किन्तु न्यायशास्त्रे पक्षद्वयमस्ति, एकपक्षे धनवत्त्वम् इति इत्युक्ते साक्षात् धनमेव, यत् धनवान् धनवती इति इत्यस्मिन् विद्यमानः धर्मः अस्ति धनवत्त्वं, तत् धनमेव इति एकः पक्षः स्पष्टीकरोति. किन्तु अपरस्मिन् एकः पक्षः अस्ति यत्र धनवत्त्वम् इत्युक्ते धनस्य अधिकरणत्वम्. अधिकरणं वयं पूर्वं जानीमः यत् अधिकरणम् अस्ति, धनस्य अधिकरणम् अस्ति धनाधिकरणं. धनाधिकरणे यत् विद्यमानः धर्मः अस्ति तत् धनाधिकरणत्वं. धनाधिकरणत्वम् इत्युक्ते धनाधिकरणे यत् विद्यमानः धर्मः. धनवत्त्वं धनमेव इति चेत् यदा पूर्वपक्षे धनवत्त्वं धनम् इति वयं पूर्वं पठितवन्तः, धनवत्त्वं धनमेव इति चेत् धनवत्त्वम् इत्यस्य सम्बन्धः संयोगसम्बन्धेन धनवति अस्ति. धनवती इत्युक्ते धनवान् शब्दस्य सप्तमी विभक्ति इति भगिनी. आं भगिनी, धनवान् यत् पुरुषः अस्ति तस्मिन् पुरुषे धनवत्त्वम् इति धर्मः अस्ति. तत् सम्बन्धः का इत्युक्ते तत् सम्बन्धः संयोगसम्बन्धः इति पूर्वपक्षे. किन्तु अपरस्मिन् पक्षे यत् धनवत्त्वम् इत्युक्ते अधिकरणे यद् धर्मः अस्ति तत् धनवत्त्वम् इति वयं स्वीकुर्मः चेत् तत्र स्वरूपसम्बन्धेन धनवति अस्ति. यतोहि धनवान् अधिकरणः अत्र अधिकरणे यत् विद्यमानः धर्मः इति धनवत्त्वं तत् केवलं धनवान् विषये एव भवति इति कारणतः स्वरूपसम्बन्धः भवति अत्र, संयोगसम्बन्धः न भवति. एतत् वा? यः न भवति कृपया म्यूट् करोतु, प्रतिध्वनि अधिकम् आगच्छति. धन्यवादः. तर्हि तत्र केवलम् एकमेव वक्तुम् इच्छामि भगिनि, तत्र वृक्षम् इत्युक्ते वृक्षत्वम् इति न, वृक्षे विद्यमानः धर्मः अस्ति वृक्षत्वम् इति. तत्र धनाधिकरणत्वम् इति भवती उक्तवती तदेव, तत्र धनवान् इति वदामः चेत् धनस्य अधिकरणम् एव धनवान् अस्ति. तर्हि धनवान् इत्युक्ते धनाधिकरणं, धनाधिकरणे यः धर्मः अस्ति सः धर्मः अस्ति धनाधिकरणत्वम् इति. तर्हि तत्र धर्मिणोः सम्बन्धः भवति, तत्तु स्वरूपसम्बन्धः भवति. तर्हि तत्र आहत्य पक्षद्वयम् अस्ति. एकपक्षे अस्ति तत्र धनम् इत्युक्ते धनवत्त्वम् इति यद्वयं विस्तारेण पूर्वं दृष्टवन्तः, तथा भवति चेत् अपि धनवत्त्वम् इति धने एव क्षम्यतां, धनवत्त्वम् इति धनवती भवति. धनवत्त्वम् इत्युक्ते धनाधिकरणम् इति स्वीकुर्मः चेदपि तत्र तादृशधनवत्त्वं धनवती भवति. तत्र केवलं भेदः अस्ति सम्बन्धभेदः एव. धनवत्त्वम् इत्युक्ते धनम् इति स्वीकुर्मः चेत् तत्र संयोगसम्बन्धः भवति, यतोहि तत्र धनत्वम् इति द्रव्यं भवति, तत्र द्रव्ययोः मध्ये सम्बन्धः अस्ति, संयोगसम्बन्धः. अत्र धनवत्त्वम् इत्युक्ते धनाधिकरणत्वम् इति स्वीकुर्मः चेत् तत्र संयोगसम्बन्धः न भवितुम् अर्हति, स्वरूपसम्बन्धः भवति. तर्हि तत् स्पष्टं वा इदानीम्? आं भगिनि. अस्तु अस्तु. तर्हि तत्र तत्र स्वरूपसम्बन्धः किमर्थम् इत्युक्ते, तत्र वयं पूर्वं दृष्टवन्तः यत्र पृथक्त्वं न यत्र पृथक्त्वं विभागः भवितुम् अर्हति तत्र संयोगः इति. तादृशविभागः न भवति चेत् सर्वत्र समवायसम्बन्धः इति न, तत्र केवलं तत्र जातिव्यक्तियोः अथवा गुणगुणिनोः अथवा कर्मकर्मिणोः तादृशस्थलेषु एव समवायसम्बन्धः भवति. अत्र तु धर्मधर्मिभावः अस्ति तादृशेषु विषयेषु तत्र अन्यतमः नास्ति इति कारणात् तत्र स्वरूपसम्बन्धः इति भिन्नसम्बन्धः आगच्छति. अस्तु, अग्रे अपि पठतु भगिनी, तत् पठित्वा किञ्चित् परिसमापयतु. तथैव गन्धः गन्धवत्त्वं च. गन्धवत्त्वं गन्धः एव इति चेत् समवायसम्बन्धेन पृथिव्याम् अस्ति. गन्धवत्त्वं गन्धाधिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन पृथिव्याम् अस्ति. उभयत्र गन्धवत्वं पृथिव्याः लक्षणं. गन्धनिष्ठ आधेयतानिरूपित अधिकरणता आश्रयः पृथिवी. अनेन आधार आधेयभावः प्रदर्शितः. गन्धवत्वं गन्धाधिकरणत्वम् इति पृथिव्याः लक्षणं. गन्धवत्वं गन्धः एव इति चेदपि गन्धवत्वं पृथिव्याः लक्षणम्. यथा धनवत्वं धनम् इति पूर्वं परिशीलितवन्तः. धनाधिकरणत्वम् इति पूर्वमपि दृष्टवन्तः. गन्धः गन्धवत्वं तत् सम्बन्धः अपि तथा. यदा एकपक्षे गन्धवत्वं गन्धः यथा धनवत्वं धनः धनम् इति रूपेण गन्धवत्वं गन्धः इति चेत् अत्र समवायसम्बन्धेन यथा पृथिवी गन्धवती इति कारणेन पृथिव्याः एक धर्मः अस्ति गन्धः. तत्र गुणगुणिनः सम्बन्धः समवायसम्बन्धः अत्र एकपक्षे. गन्धवत्वं गन्धाधिकरणत्वम् इति चेत् यथा गन्धस्य अधिकरणत्वम् अस्ति पृथिव्यां पृथिव्यां गन्धवत्वम् इति चेत् अत्र पृथिव्याः स्वरूपे गन्धत्वम् अस्ति इति कारणतः तयोः सम्बन्धः अस्ति स्वरूपसम्बन्धः. उभयत्र पृथिव्याः तत् लक्षणं गन्धवत्वं गन्धः. अत्र वयं पूर्वं परिशीलितवन्तः अधिकरण आधाराधेयभावः. अत्र एकः प्रक्रिया अस्ति कथं वक्षेम इति. गन्धनिष्ठ आधेयता निरूपित अधिकरणता आश्रयः पृथिवी. यथा पृथिवी अधिकरणः भवति आश्रयः भवति गन्धेन निरूपितः भवति. गन्धनिष्ठ आधेयता निरूपित अधिकरणताश्रयः पृथिवी. अत्र आधार आधेयभावः प्रदर्शितः. गन्धवत्वं गन्धाधिकरणत्वम् इति पृथिव्याः लक्षणम्. एकः लक्षणमस्ति गन्धवत्वं यथा गन्धः. एकः लक्षणम् अन्य अपेक्षया अत्र गन्ध अधिकरणत्वं यथा पृथिवी भवति अधिकरणता गन्धे गन्धविषये गन्धाधिकरणत्वम् इति पृथिव्याः लक्षणं. गन्धवत्वं गन्धः एव इति चेदपि गन्धवत्वं पृथिव्याः लक्षणम्. उभयेषु पक्षविषये अत्र पृथिव्याः लक्षणं भवति गन्धः इति गन्धवत्वं. तत्रापि लक्षणं भवति गन्धवत्वम् अस्माकं वाक्यम् आसीत् पुस्तके. तत्र एकचत्वारिंशत्तमे पुटे पश्यतु तत्र वयं तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति एव आरम्भं कृतवन्तः. तर्हि तत्र गन्धवत्वम् इति यः अस्ति तद् गन्धं क्षम्यतां गन्धः इति स्वीकुर्मः एकरीत्या गन्धः इति स्वीकुर्मः चेदपि तदेव भवति. अन्यदिश्यां तत्र गन्धाधिकरणत्वम् इति स्वीकुर्मः चेदपि तदेव भवति. तर्हि तत्र अन्ततो गत्वा गन्धवत्वं पृथिव्याः लक्षणम् इति द्वयोः पक्षयोः अपि तथा वक्तुं शक्नुमः इति एव अत्र निष्कर्षः अस्ति. तर्हि तत्र पुस्तके सुब्रह्मण्यमहोदय भवान् पठितुं शक्नोति वा तत्र तथा च गन्धवती इति अस्ति खलु तदारभ्य. एकनिमिषः भगिनि, कस्मिन् पुटे अस्ति भगिनि? एकचत्वारिंशत्तमे पुटे. एकचत्वारिंशत्, एकनिमिषः. अस्तु भगिनि, अत्र एकचत्वारिंशत् कुतः आरभ्य भगिनि? तत्र उपरितनभागे एव अस्ति महोदय, तथा च गन्धवती दृष्टं वा भवता? आम्, अत्र अस्ति एकचत्वारिंशत् अस्ति खलु भगिनि. अतः गन्धवती इत्यत्र यः मतुप्रत्ययः ततः भावप्रत्ययः कार्यः तथा च गन्धवति योगहत्व गन्धवत्व इति पदं भवति तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते स च भावः गन्धसमानकक्ष्यः भवति अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः अत एव प्रसिद्धः नियमः मत्वर्थायात् भावप्रत्ययः प्रकृत्यर्थं गमयतीति गन्धयोगः मतुप् योगहत्व गन्धः शीतस्पर्शयोगः मतुप् योगहत्व शीतस्पर्शः सास्नायोगः मतुप् योगहत्व सास्ना तथा च महोदय क्षम्यतां तत्र एतत् पर्यन्तं किञ्चित् वदतु अनन्तरम् अग्रे पठामः अतः गन्धवती इत्यत्र यः मतुप्रत्ययः ततः भावप्रत्ययः कार्यः तथा च गन्धवती योगहत्व गन्धवत्व इति पदं भवति भगिनी मम इदानीं तु किञ्चित् क्लेशः अस्ति मम कृते अस्तु तर्हि तत्र इदानीं तत्र धनवान् इति दृष्टवन्तः खलु तर्हि तत्र धनवान् योगहत्व इति किम् आसीत् धनवान् योगहत्व धनवत्वं तर्हि तादृशरीत्या गन्धवती इति स्वीकुर्मः चेत् गन्धवती योगहत्व किं भवति गन्धवत्वं भवति तर्हि तत्र गन्धवत्वम् इति पदं तत्र गन्धवती इति गन्धयोगः मतुप् उपयुज्य तत्र गन्धवती इति भवति तत्र गन्धवती इति स्त्रीलिङ्गे किमर्थं चेत् तत्र पृथ्वी इति स्त्रीलिङ्गपदमस्ति खलु तर्हि तत्र गन्धवती गन्धवती योगः योगः भावप्रत्ययः त्वल् प्रत्ययः उपयोगं कुर्मः चेत् क्षम्यतां त्वप्रत्ययः उपयोगं कुर्मः चेत् तत्र गन्धवत्वम् इति पदम् आगच्छति अत्र तत्र चित्रमपि पश्यतु गन्धः इति अस्ति गन्धात् मतुप् प्रत्ययः उपयुज्य अधोगमनं कुर्मः चेत् तत्र पृथ्वी इति आगच्छति यदस्ति गन्धवती अस्तु तेन सह मतुप्रत्ययः योजयामः चेत् तत्र गन्धवत्वम् इति यदस्ति तद् गन्धस्य समानस्तरे अस्ति खलु तत्र चित्रे अपि तादृशम् अस्ति तर्हि तदेव अस्ति तत्र स च भावः गन्धसमानकक्ष्यः भवति इत्युक्ते गन्धवत्वम् इति यः धर्मः अस्ति सः धर्मः गन्धस्य समानस्तरीयः इति अपि च तयोः भेदः नास्ति तत्र अर्थभेदः तत्र करपुत्रे अपि अस्माकं दृष्टं खलु तत्र अत्र तु केवलं तत्र प्रथमपक्षः एव स्वीकृतः अस्ति तर्हि अस्माकं करपत्रे वयं पुनः पुनः साधितम् अस्ति तत्र धनमित्युक्ते धनवत्वम् एव इति तर्हि तत्र धनवती विद्यमानः धर्मः अस्ति धनं धनवती विद्यमानः धर्मः अस्ति धनवत्वम् इति अपि तर्हि तयोः मध्ये भेदः नास्ति इति वयं पुनः पुनः दृष्टवन्तः खलु तथैव अत्र इदानीं गन्धः इति स्वीकुर्मः चेत् तत्रापि तथैव भवति खलु गन्धवत्वं गन्धः अनयोः मध्ये भेदः नास्ति इत्युक्ते तत्र गन्धः इति यः धर्मः अथवा गुणः अस्ति तत्र मतु प्रत्ययेन गन्धवती इति तस्य अधिकरणम् आगच्छति पुनः तत्र भावप्रत्ययः उपयोगं कुर्मः चेत् तत्र पुनः धर्मः एव आगच्छति यः आसीत् गन्धः इति. तर्हि गन्धः गन्धवत्वं तयोः मध्ये भेदः नास्ति इति. इदानीम् अवगतं वा? आं भगिनि. तदेव तत्र नियमः इति अस्ति, मत्वर्तीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति. प्रकृत्यर्थम् इत्युक्ते मूलार्थम्. अस्मिन् सन्दर्भे तु मूलार्थम् इत्युक्ते गन्धः एव. तर्हि मत्वर्तीयात् इत्युक्ते तत्र अत्र मत्वर्थः कः? अत्र मत्वर्थः इत्युक्ते अत्र गन्धः गन्धः स्वीकृत्य मतु प्रत्यय योजयामः चेत् अत्र मत्वर्थः तु गन्धवत् गन्धवती भवति खलु? हा उत्तमं महोदय, गन्धवती इति भवति. तर्हि गन्धवती तत्र गन्धवती इति तस्याः भावप्रत्ययः कः? भावप्रत्ययः तत्र संयोजयामः चेत् कः भवति? गन्धवती भावप्रत्ययः तु त्वं त्वम् अस्ति खलु, गन्धवती योगः त्व गन्धवत्वं भवति. तत्तु गन्धः एव इति तस्य अर्थः. तदेव तत्र भावप्रत्ययः संयोजयामः चेत् प्रकृत्यर्थम् इत्युक्ते गन्धः एव, गन्धः एव गमयति इति. तदेव तत्र अधोभागे अपि लिखितमस्ति खलु, गन्धः योगः मतु योगः त्व तु गन्धः एव इति. इदानीम् अवगतं वा? आं भगिनि, धन्यवादः. अस्तु, आं तर्हि सुनील महोदय भवान् अग्रे पठति वा? आं भगिनि. तथा च सास्नावत्वम् इत्यनेन सास्ना, गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते. अतः आधाराधेयभावः धर्मधर्मीभावः सुस्पष्टः भवति. इदमेव शास्त्रे तटस्थलक्षणमिति उच्यते. अतः एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शत्वं वायोः लक्षणम् इति ग्रन्थकारैः व्याख्यायते. अतः पूर्वस्मिन् उदाहरणं स्वीकृत्य वयं वदामः, सास्नावत्वम् इति सास्ना, गन्धवत्वम् इति गन्धः, शीतस्पर्शवत्वम् इति शीतस्पर्शः इति वयं वक्तुं शक्नुमः. अत्र आधार आधेयभावः भवति अथवा धर्मधर्मिभावः अपि वक्तुं शक्यते. तर्हि महोदय कुत्र वक्तुं शक्यते, कुत्र आधार आधेयभावः अथवा धर्मधर्मिभावः स्पष्टः भवति? यदा वयं गन्धवती पृथिवी इति स्वीकुर्मः अथवा गन्धवती इति स्वीकुर्मः, वयं पूर्वमेव दृष्टवन्तः तत्र गन्धनिष्ठ आधेयता निरूपित अधिकरणाश्रय पृथिवी इति. सत्यं महोदय, परन्तु तत्र अस्माकं तत्र यद् यः भागः वयम् इदानीं यं भागं वयम् इदानीं पठामः तस्य तत्र किमस्ति, तत्र गन्धवती पृथ्वी, गन्धवत्वं पृथ्वीलक्षणम् इत्यनयोः वेदनिरूपणम् इति अस्ति खलु. तर्हि पूर्वं वयं दृष्टवन्तः तत्र गन्धवती पृथ्वी अपि च गन्धवत्वं पृथ्वीलक्षणम् अनयोः भेदः कः इति. तत्र कुत्र आधारादेयभावः धर्मधर्मीभावः स्पष्टः भवति अनयोः मध्ये? तत्र पृथिवी गन्धयोः मध्ये आधाराधेयभावः सत्यं पृथिवीगन्धयोः मध्ये आधाराधेयभावः अस्ति तत् सत्यमेव परन्तु मम प्रश्नः अस्ति गन्धवती पृथिवी अथवा गन्धवत्वं पृथिवीलक्षणम् इति वदामः चेत् तत्र तयोः मध्ये कुत्र आधाराधेयभावः सुस्पष्टः इति वक्तुं शक्नुमः अन्य कोऽपि सहायं कर्तुं शक्नोति वा गन्धवती पृथिवी इत्युक्ते अत्र आधाराधेयभावः गन्धवत्वं पृथिव्याम् इत्युक्ते अत्र धर्मधर्मिणोः द्वयमत्रैव भवति खलु भगिनि गन्धवत्वं क्षम्यताम् अपर्णा भगिनी प्रायः भवती म्यूट् करणीयम् इति चिन्तयामि अस्तु हा गन्धवत्वं पृथिव्याः लक्षणम् इति यदा वदामः चेत् तत्र तत्र एव आधारादेयभावः अथवा धर्मधर्मीभावः द्वयमपि स्पष्टः भवति खलु वयं तद् अस्तु भगिनी भवती एव पठतु तत्र पूर्वस्मिन् पुटे तत्र द्वितीयपरिच्छेदः मम पार्श्वे पुस्तकः नास्ति अधुना अस्तु चिन्ता नास्ति सुनील महोदय भवान् एव पठतु न पुस्तके परन्तु सङ्ग्रहे इति अस्ति खलु चत्वारिंशत्तमे पुटे तत् पठतु तत् परिच्छेदः पठतु एकम् परन्तु सङ्ग्रहे गन्धवती पृथिवी तदेव महोदय परन्तु सङ्ग्रहे गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इत्यादिलक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति यथा सास्नादिमती गौः इति लौकिकव्यवहारः यथा वा नीलोघटः इति व्यवहारः परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं तदलादिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्टिं प्रयुञ्जते यथा गन्धवत्वं पृथिव्याः लक्षणमिति वदतु महोदय इदानीम् अत्र वयं दृष्टवन्तः तत्र लौकिकव्यवहारे गन्धवती पृथिवी अथवा शीतस्पर्शवत्यः आपः इति भवन्ति इति तादृशमस्ति सास्नादिमती गौः इति अथवा नीलः घटः इति तादृशमपि व्यवहारः भवति परन्तु लौकिक व्यवहारे तादृश पदानि सन्ति तत्र लक्षणवाचकपदोत्तरं क्षम्यता तत्र भावप्रत्यय कृत्वा लक्ष्यवाचकपदोत्तरं च षष्टिं प्रयुज्यते इति तथा गन्धवत्वं पृथिव्याः लक्षणमिति इति वयं षष्टिम् उपयुज्य कुर्मः तत्र षष्टि कुत्र अस्ति पृथिव्याः इति तत्र पृथिवी इति कः अस्ति तत्र पृथिवी इति लक्षणं वा लक्ष्यं वा किम् अस्ति पृथिवी इति लक्ष्यमस्ति पृथिवी इति लक्ष्यमस्ति तर्हि तत्र लक्ष्यवाचकपदस्य अनन्तरं षष्टि उपयुज्य इत्युक्ते तत्र लक्ष्यवाचकपदस्य षष्टि भवति अपि च त्वतलादिभावप्रत्ययवाचकपदं खलु तर्हि तदस्ति तत्र गन्धवत्वम् इति तदेव वयं विस्तारेण दृष्टवन्तः तत्र गन्धवत्वम् इति कीदृशभावप्रभाववाचकपदम् इति तर्हि तस्य पदस्य किं भवति तस्य पदस्य तु प्रथमा एव भवति खलु तर्हि लक्षणस्य प्रथमा लक्ष्यस्य षष्टि भूत्वा तत्र लक्षणवाचक लक्षणवाक्यं भवति तादृशं वदामः चेत् तत्र स्पष्टतया स्पष्टता जायते खलु, तत्र कः आधारः कः आदेयः इति. तत्र गन्धवती पृथ्वी इति वदामः चेत् द्वयमपि तत्र प्रथमाविभक्त्याम् अस्ति, तर्हि तत्र आधारः कः आदेयकः इति वयं वक्तुं किञ्चित् जाटिल्यं वर्तते. तत्र प्रायः गन्धवती पृथ्वी इति वाक्ये तथा न भवति, परन्तु तत्र उन्नतः पुरुषः अथवा किमपि अन्य तादृश विशेषणविशेष्य भावः अस्ति चेत् तत्र तादृश आधार आदेयभावः सर्वदा भवति इति न खलु. तदपि वयं गते सप्ताहे दृष्टवन्तः. तर्हि तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः चेत् तत्र तादृशभ्रमः न भवति. तत्र गन्धवत्वम् इति लक्षणमस्ति, तद् पृथिव्याम् अस्ति इति वयं तत्र भ्रमं विना वक्तुं शक्नुमः. इदानीम् अवगतं वा तत्र आधारादेयभावः धर्मधर्मीभावः सुस्पष्टः भवति इति वाक्यस्य तत्र आशयः? एवं एवं प्रथमाविभक्ति च षष्टिम् उपयुज्य तद् स्पष्टं भवितुम् अर्हति. प्रथमाविभक्ति षष्टिविभक्ति इत्युक्ते तत्र भावप्रत्ययः अपि च लक्ष्यस्य षष्टि भवति चेत् तत्र स्पष्टं जायते इति. अपर्णा भगिनी, भवत्याः अपि स्पष्टता अस्ति वा? अस्ति भगिनि. तत्र जाटिल्यमस्ति यथा गन्धवती पृथिवी इत्युक्ते किमपि वयं वक्तुं न शक्नुमः आधारः आधेयः इति. सत्यं सत्यं, धन्यवादः. तदेव तत्र तटस्थलक्षणम् इति नैयाकरणैः वदन्ति इत्युक्ते तत्र लक्ष्यस्य षष्टिविभक्ति भवति, अपि च लक्षणस्य प्रथमाविभक्ति यत्र भवति तदेव तत्र तटस्थलक्षणम् इति. तत्र तटस्थलक्षणम् इत्युक्ते यथा नदी अपि च तटः अस्ति खलु, तत्र नदी नद्याः विवरणं तु तटं तटेन एव कर्तुं शक्नुमः. यत् तटः नास्ति चेत् नदी कुत्र अस्ति इति वक्तुं न शक्नुमः, परन्तु तटः तु नद्यां नास्ति खलु, तदेव तत्र तटस्थलक्षणम् इति वदन्ति. इत्युक्ते द प्रापर्टी विच् इस् डिस्टिङ्क्ट् फ्रम् द नेचर् आफ़् द बाडी एण्ड् येट् दट् बै विच् इट् इस् नोन् इत्येव तटस्थलक्षणम् इत्युक्ते. अत्र गन्धवती पृथिवी इत्युक्ते अत्र स्वरूपलक्षणम् इति वदामः भगिनि किल? गन्धवती पृथिवी इत्युक्ते द्वयमपि तत्र यथा वयं पूर्वं दृष्टवन्तः, तत्र गन्धवत्वम् इत्युक्ते गन्धः वा अथवा गन्धाधिकरणत्वं वा इति पक्षद्वयम् अस्ति खलु. तर्हि तत्र केन पक्षेन पश्यामः इति विषयः अस्ति. तत्र गन्धः इति पक्षेन मार्गेण पश्यामः चेत् तत्र तु समवायसम्बन्धः अस्ति. गन्धाधिकरणत्वम् इति मार्गेण पश्यामः चेत् तत्र स्वरूपसम्बन्धः भवति. अवगतम् अत्र भगिनि. अत्र तटस्थलक्षणम् इत्युक्ते किं भगिनि? मया न अवगतम्. तटस्थलक्षणम् इत्युक्ते अहं तत्र चिन्तयतु, गन्धवती गन्धवत्वं पृथिव्याः लक्षणम् इति वाक्यम् अस्ति. तत्र गन्धः इत्युक्ते पृथिवी इति न, गन्धः इति यः विषयः अस्ति तत् पृथिवी पृथिवी नास्ति, तत्र अन्यविषयः अस्ति. परन्तु गन्धेन एव वयं पृथिव्याः लक्षणं वदामः खलु, तदेव अस्ति तटस्थलक्षणम् इति. तदा तत्र साधारणतया वयं तत्र तटस्थलक्षणवाक्यं तु लक्ष्यस्य षष्टिविभक्ति भवति, अपि च लक्षणस्य प्रथमा विभक्ति भवति, यथा गन्धवत्वं पृथिवी पृथिव्याः लक्षणम् इति. वयं दृष्टवन्तः गन्धवती पृथ्वी इत्युक्ते, गन्धवती इत्युक्ते पृथ्वीमेव सूचयति. गन्धवती इत्युक्ते अन्ततो गत्वा गन्धः अस्ति इति कारणात् गन्धवती भवति, परन्तु पृथ्वीं सूचयति. गन्धवत्वम् इत्युक्ते स्पष्टतया गन्धः भवतु अथवा गन्धवत्व अधिकरणता भवतु, पृथ्व्याः लक्षणं भवति इति, खलु भगिनि? हा सत्यं, तदेव. तत्र गन्धवती इत्युक्ते पृथ्वी एव, परन्तु गन्धवत्वम् इति यदा वदामः तत्र तत् पृथ्वी नास्ति खलु. गन्धवत्वम् इति गन्धः वा अथवा गन्धाधिकरणत्वं वा भवतु, परन्तु तत् पृथ्वी नास्ति. तत् अन्यविषयः अस्ति येन उपयुज्य वयं पृथिव्याः लक्षणं वक्तुं शक्नुमः. अस्तु, तर्हि भवती एव अग्रे पठतु भगिनि. क्षम्यतां भगिनि, एकः प्रश्नः. वदतु महोदय. यदा गन्धवती पृथिवी इति एकं वाक्यम्, अन्यवाक्यं नीलरूपपृथिवी इति अहं वदामि, वाक्यद्वयं. तत्र प्रथमवाक्यं तटस्थलक्षणम् इति वक्तुं शक्नुमः, द्वितीयवाक्यं तादृशं वक्तुं न शक्नुमः इति अर्थः वा? गन्धवती पृथिवी इति चिन्तयतु महोदय, तत्र गन्धवती इति तत्र विभक्तिः का गन्धवती इति पदस्य? तत्र प्रथमा एव, पृथिवी अपि प्रथमा खलु. आम्, तर्हि तत्र गन्धवती इत्युक्ते पृथिवी एव, तर्हि तत्र तटस्थलक्षणम् इति न वक्तुं शक्नुमः. गन्धवत्वं पृथिव्याः लक्षणम् इति यत्र वदामः, तत्र गन्धवत्वम् इति भिन्न धर्मः, पृथ्वी इति भिन्नपदार्थः खलु. तर्हि गन्धवत्वम् इति यः धर्मः अस्ति तत् पृथ्वी नास्ति, परन्तु पृथिव्याम् अस्ति. तर्हि तेन तत्र गन्धवत्वम् इति धर्मेण एव पृथिव्याः लक्षणं वदामः, तदेव तटस्थलक्षणम् इति. सर्वदा तटस्थलक्षणे षष्टि साधारणतया. हां सत्यं, साधारणतया तथैव भवति. न द्वयमपि तत्र प्रथमाभक्त्याम् अस्ति चेत् तत्र द्वयमपि तत्र एकार्थबोधकत्वं भवति खलु, समानाधिकरणत्वम् एकार्थबोधकत्वं तत् सर्वम् आगच्छति खलु. धन्यवादः. अस्तु, तर्हि सुमलता भगिनी अग्रे पठति वा, तथा च गन्धः. भगिनी एकः प्रश्नः अस्ति, लक्षणम् इत्युक्ते सदा तटस्थमेव भवति खलु भगिनि? गन्धवती पृथ्वी इति अपि अस्ति खलु, तदपि लक्षणवाक्यम् इति, तत्र शैलीद्वयमपि तत्र तर्कसङ्ग्रहे अस्ति. यदा वयं गुणवाचकः गुणवत्वाचकः तादृशं वा? न न, तत्तु भिन्नवार्ता खलु महोदय. गुणवाचकः गुणवत् इति तत्तु गुणः इत्युक्ते कः, गुणवत् इत्युक्ते गुणि, तत्सर्वं तद् भिन्न अस्ति. तत्र लक्षणम् इति तत्तु लक्षणम् इति यदा वदामः चेत् तत्र कथं लक्षणम् इत्युक्ते वयं दृष्टवन्तः खलु, तत्र अतिव्याप्ति मास्तु, अव्याप्ति मास्तु, अपि च तत्र असम्भवदोषः मास्तु इत्युक्ते लक्षणम् इत्युक्ते असाधारणधर्मः, तत्र पदार्थे विद्यमानः असाधारणधर्मः, अव्याप्ति अतिव्याप्ति असम्भवदोषरहितत्वं लक्षणम् इति वयं पूर्वं दृष्टवन्तः. तर्हि तत्र लक्षणम् इति वदामः चेत् तत्र कथं तत्र गन्धवती पृथिवी इति वदामः चेत् तत्र तटस्थलक्षणम् इति न वक्तुं शक्नुमः, परन्तु गन्धवत्वं पृथिव्याः लक्षणम् इति यत्र वदामः तत्र तथा भवति. अस्तु, पठतु भगिनि. तथा च गन्धः आधेयः चेत् तत्र आधेयता तन्निरूपिता अधिकरणता पृथ्व्याम्, अधिकरणतावती पृथ्वी, अधिकरणतावत्त्वं पृथिव्यामिति, गन्धनिष्ठाधेयता निरूपित अधिकरणतात्वं पृथ्वीलक्षणं फलितम्। गन्धः आदेयः अस्ति चेत्, आधार आदेयभावः स्वीकुर्मः चेत् गन्धः आदेयः भवति, गन्धे आधेयता अस्ति, तन्निरूपित अधिकरणता पृथ्व्याम् अस्ति, अधिकरणतावती पृथ्वी इति स्वीकुर् भवति, अधिकरणतात्वं पृथ्व्याम् इति, पुनः अधिकरणतावती इति मतुप्रत्ययः स्वीकृत्य त्वप्रत्ययः योजयामः चेत् अधिकरणतात्वम् अपि पृथ्व्यां भवति, गन्धनिष्ठ आदेयता निरूपित अधिकरणतात्वं पृथ्वीलक्षणम् इति भवति। गन्धः अपि अस्ति, अधिकरणतात्वम् अपि निरूपयति पृथ्वीं, पृथ्व्याः लक्षणं। तदर्थं गन्धनिष्ठ आधेयता निरूपित अधिकरणतात्वं पृथ्वीलक्षणम् इत्यपि वक्तुं शक्नुमः इति वा भगिनि? तदेव, तत्र गन्धनिष्ठ आदेयता अस्ति तत्र, तत्र आदेयः अस्ति गन्धः, आदेयता गन्धे अस्ति, तर्हि पृथिवी अस्ति अधिकरणतां, पृथिव्याम् अस्ति अधिकरणतावत्त्वं, तर्हि गन्धनिष्ठ आदेयता निरूपित अधिकरणतावत्त्वं पृथिवीलक्षणम् इति तत्र फलितार्थः। अग्रे पठतु भगिनि। अत्रैव च व्याख्यासौकर्याय आधाराधेयभावघटिते जलतेजसोः लक्षणे वर्णयामः। जल्लक्षणे शीतस्पर्शवत्यः आपः इत्यत्र शीतस्पर्शनिष्ठ आधेयता निरूपित अधिकरणतात्वम् अपां जलस्य लक्षणम्। तेजोलक्षणे च उष्णस्पर्शनिष्ठ आधेयता निरूपित अधिकरणतात्वं तेजसः लक्षणम् इति वक्तव्यम्। चित्रप्रकारः तु पूर्ववत् अनुसन्धेयः। व्याख्यासौकर्याय आधार आधेयभावघटिते जलतेजसोः लक्षणे वर्णयामः। जलम् अपि तेजसः इति स्वीकुर्मः, तेजस् इति स्वीकुर्मः चेदपि जललक्षणे शीतस्पर्शवत्यः आपः इत्युक्ते अपि जलं खलु भगिनि? आम् आम्, नित्यबहुवचनपद। जललक्षणे शीतस्पर्शवत्यः आपः इत्यत्र शीतस्पर्शनिष्ठाधेयता निरूपित अधिकरणतात्वम् अपां जलस्य लक्षणं। तत्र गन्धवती पृथिवी इति इत्येव तत्र शीतस्पर्शवत्यः आपः इति अस्ति, तत्र बहुवचने अस्ति तावदेव। तर्हि तत्र इदानीं यथा भवती तत्र गन्धनिष्ठ आद्यता निरूपित अधिकरणतावत्त्वं पृथ्वीलक्षणम् इति उक्तवती खलु, तथैव अस्ति। तर्हि तेन मार्गेण एव गत्वा एतत् अपि वदतु। शीतस्पर्श निष्ठ आधेयता, शीतस्पर्शे जले शीतस्पर्शः अस्ति, तदर्थं शीतस्पर्शनिष्ठ आधेयता निरूपित अपा जले पुनः अधिकरणता अस्ति, अधिकरणतात्वम् अपि अस्ति, यथा जलम् अधिकरणतावत् भवति, तदर्थं शीतस्पर्शनिष्ठ आधेयता निरूपित अधिकरणतात्वम् अपां जलस्य लक्षणम्। अधिकरणतावत्त्वम् एकक्षणं भगिनि, तत्र अधिकरणतावत्त्वम् अधिकरणतावत्त्वम् अपां जलस्य लक्षणम् जलस्य लक्षणं पुनः किञ्चित् जलस्य लक्षणम् इति तत् किञ्चित् भ्रमः अस्ति, परन्तु गन्धवत्वं पृथ्वीलक्षणम् इति समानः नास्ति खलु भगिनि? वदामः चेत् शीतस्पर्शलक्षणं शीतस्पर्शः शीतस्पर्शवत्वं जलस्य शीतस्पर्शवत्वं जलस्य लक्षणम् इति स्वीकुर्मः चेत् शीतस्पर्शनिष्ठ आधेयता निरूपित अधिकरणतात्वम् अपां जलस्य लक्षणम्। पुनः जलस्य इति किम् आगतं भगिनि? तत्र शीतस्पर्शनिष्ठ आदे अपां लक्षणम् इत्यपि वक्तुं शक्नुमः, अपाम् अथवा जलस्य जललक्षणे इति आरम्भे जलस्य विषये अस्ति खलु, तदर्थमेव अत्र। पुनः तेजस् अपि तदेव तेजसि तेजसि वा तेजसे तेजसि तेजसि उष्णस्पर्शः अस्ति। पुनः तेजसः लक्षणं किम् इति प्रश्नः प्रश्नं कुर्मः चेत् तेजो लक्षणे च उष्णस्पर्शनिष्ठ आधेयतानिरूपित अधिकरणतावत्त्वं तेजसः लक्षणम् इति वक्तव्यम्। चित्रप्रकारः तु पूर्ववत् यथा चित्रप्रकारः इत्युक्ते आधारादेयताचित्रः वा भगिनि? तत्र आधारादेयभावः अथवा तत्र अधोभागे अस्ति खलु, तत्र गन्धः त्व गन्धवती गन्धवत्वम् इति सर्वं वदामि वा? अस्तु वदतु। शीतस्पर्शः अस्ति, अधोभागे गच्छामः चेत् शीतस्पर्शवती वत् इति भवति जलं, तदर्थं न अधिकरणता इति वक्तव्यं खलु भगिनि? नास्ति चिन्ता भगिनि, शीतस्पर्शवत्वं क्षम्यतां शीतस्पर्शवत् भवति खलु जलं, तत्र भावप्रत्ययः उपयोगं कुर्मः चेत् किं भवति इति वदतु तावत्। शीत भावप्रत्ययः योजयामः चेत् शीतस्पर्श शीतस्पर्शवत्वं भवति। उत्तमं, तदपि जले अस्ति, तदर्थं शीतस्पर्शवत्वम् अपि च शीतस्पर्शः तत्र तत्र समानस्तरीयः अस्ति, समानस्तरीयौ। उत्तमं भगिनि, तत्र किमपि प्रश्नः अस्ति वा, अग्रे सरामः वा? आं भगिनि। अस्तु, सर्वैः बुद्धं वा? अस्तु, आं तर्हि अग्रे रामकार्तिक् महोदय भवान् पठति वा? आं पठामि। शीतस्पर्शवत्यः आपः ताः द्विविधाः नित्या अनित्याश्च नित्याः अनित्याः च नित्याः परमाणुरूपाः अनित्याः कार्यरूपाः पुनः त्रिविधाः शरीरे शरीर इन्द्रिय विशेष विषय क्षम्यतां शरीर इन्द्रिय विषयभेदात् शरीरं वरुणलोके इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति विषयः सरित् समुद्रादिः अस्तु अत्र आप क्षम्यताम् आपः द्विविधाः इति उक्तं ताः नित्याः अनित्याः च. नित्याः इत्युक्ते परमाणुरूपाः इति कश्चन संज्ञा तत्र दत्तवन्तः. तत्र अस्तु, तत्र यदा वयं पृथिव्याः लक्षणवाक्यं पठितवन्तः तत्र नित्या इति दृष्टवन्तः खलु. नित्या इत्युक्ते उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् अथवा उत्पत्ति अभावे सति नाश अभावत्वम् इति. इत्युक्ते नित्या इत्युक्ते यत्र उत्पत्ति अपि न भवति, यस्य उत्पत्तिः अपि न भवति, नाशः अपि न भवति, सा एव नित्या इति वक्तुं शक्नुमः. परमाणुः तु तथा अस्ति खलु, परमाणुः नित्यद्रव्यम् इति वयं पूर्वं दृष्टवन्तः. तर्हि तत्र द्विविधाः इति वदामः चेत् यः परमाणुरूपे अस्ति सा परमाणुरूपायाम् अस्ति सा नित्या. कार्यरूपा इत्युक्ते कार्यम् इत्युक्ते जन्यं, यस्य जननं भवति तस्य नाशमपि भवति खलु. तर्हि तादृश अनित्यरूप तादृशकार्यरूपायां आपः अस्ति चेत् सा भवति अनित्यरूपा इति. अपि च पुनः त्रिविधाः तत्र शरीर इन्द्रिय विषयभेदात् तदपि वयं पूर्वं एकवारम् अहम् उक्तवती इति चिन्तयामि, परन्तु पुनः वदामि. शरीरम् इत्युक्ते आत्मनः भोगायतनं शरीरम् इत्युक्ते आयतनम् इत्युक्ते आश्रयः इत्युक्ते आत्मायाः भोगस्य आश्रयः आत्मनः भोगस्य आश्रयः यः अस्ति तदेव शरीरम् इति भवति. इन्द्रियम् इत्युक्ते तत्र तद्विषयक तद्विषयक ज्ञानजनकम् अस्ति इन्द्रियम् इत्युक्ते तत्र यः तत्र पदार्थः द्रव्यमस्ति तद्विषयकज्ञानज्ञानम् इन्द्रियेण भवति अस्माकं. तर्हि तदस्ति इन्द्रियम् इति. विषयः इत्युक्ते उपभोगसाधनम् इति. तर्हि तत्र येन द्रव्य पृथ्वी इति चिन्तयामः चेत् तत्र कन्दुकम् अथवा किमपि उत्पीठिका इति ये सन्ति तेन अस्माकम् उपभोगं भवति खलु, तदस्ति विषयः इति. तर्हि अत्र शरीरं वरुणलोके इति किमपि न्यायशास्त्रे ते तथा चिन्तितमस्ति, तत्र वरुणलोके जलशरीरमस्ति इति. इन्द्रियमस्ति रसग्राहकं. रसग्राहकम् इत्युक्ते रसः इति यः गुणः अस्ति, यथा गन्धः ग्रन्थग्राहकम् आसीत् पृथिव्याः इन्द्रियं, तथैव रसग्राहकमस्ति जलस्य इन्द्रियं. तस्य तदस्ति जिह्वाग्रमूर्ति इति. इत्युक्ते अस्माकं जिह्वायाः अग्रभागे अस्ति इति तत्र विषयः. अपि च विषयः इति सरित् समुद्रात् इत्युक्ते नदी समुद्रं तत्सर्वम् अस्ति तत्र विषयः इति आपस्य विषये. तद् सम्यक् वा? अस्तु, तर्हि अग्रे तत्र तेजः विषये पश्यामः. भवानेव उष्णस्पर्श क्षम्यताम् उष्णस्पर्शवत् तेजः तद्विविधं नित्यम् अनित्यं च. नित्यं परमाणुरूपम्, अनित्यं कार्यरूपं, पुनः त्रिविधं शरीरेन्द्रियविषयभेदात् शरीरमादित्यलोके इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति. विषयश्च क्षम्यतां विषयः चतुर्विधः भौमि दिव्य दिव्योदयार्थ क्षम्यतां भौमि भौम दिव्योदय क्षम्यतां दिव्यो दर्याक दर्य आकरजभेदात् भौमं वह्व्यादिकम् अभिन्दनं दिव्यं विद्युदादि भुक्तस्य परिणामहेतुः क्षमतां हेतुर्हृदर्यं हेतुः उदयम् उदर्यम् उदर्यम् आकरजं सुवर्णादि अत्रापि तत्र तेजसः तत्र प्रभेदाः दत्तवन्तः तत्र द्विविधम् इति तेजः द्विविधं तत्र नित्यम् अनित्यं च यथा पूर्वं दृष्टवन्तः जलस्य इव एव अत्रापि तत्र नित्यं परमाणुरूपम् अनित्यं कार्यरूपम् इति अस्ति अपि च पुनः कार्यरूपस्य त्रिविधं शरीरेन्द्रियविषयभेदात् इति शरीरम् आदित्यलोके इति अस्ति तत्र प्रायः इत्युक्ते यथा सूर्यः अस्ति तथा शरीरं द्रष्टुं शक्नुमः वा तत्तु न जानामि आदित्यलोके इति यथा वरुणलोके जलशरीरमस्ति तथा आदित्यलोके तेजसः शरीरं भवति इति तेजशरीरं भवति इति नैयाकरणैः वै चिन्तितमस्ति तत्र सूर्येन सह सम्बन्धः अस्ति वा इति न जानामि तर्हि अग्रे इन्द्रियं रूपग्राहकं चक्षुः इति अस्ति तत्रापि कृष्णताराग्रवर्ति इत्युक्ते अस्माकं प्यूपल्स् इति मन्ये वस्तुतः प्यूपल् इति न तत्र कृष्णतारा इत्युक्ते प्यूपल् इति चिन्तयामि तत्र अग्रवर्ति तस्य अग्रभागे यत्किमपि अस्ति यद्वयं प्रायः न द्रष्टुं शक्नुमः तदेव तत्र इन्द्रियम् इति स्यात् तर्हि पुनः विषयः चतुर्विधः भौम दिव्य उदर्य आकरज आकरजभेदात् भौमं वह्व्यादिकं वह्व्यादिकम् इत्युक्ते न जानामि तत्र वह्नि इति वदामः खलु इत्युक्ते अग्नि एव तत्र भौमम् इत्युक्ते पृथिव्यां भूम्यां यः अग्निः अस्ति तदस्ति एकः विषयः दिव्यम् इत्युक्ते तत्र दिव्यां यदस्ति इत्युक्ते आकाशे इत्यपि वक्तुं शक्नुमः तत्र अभिन्दनं दिव्यं विद्युतादि इति अभिन्दनम् इत्युक्ते तत्र इन्धनम् इत्युक्ते वयं जानीमः खलु इन्धनम् इत्युक्ते यत् फ्युवल् इति यद्वदामः तदेव इन्धनमस्ति अप् इत्युक्ते जलं अप् यस्य इन्धनं तदस्ति अभिन्दनम् इत्युक्ते तत्र यत्र विद्युत् वयम् आकाशे पश्यामः चेत् तदपि तत्रापि तेजसः तेजः अस्ति तेजसः कारणात् एव तत्र विद्युत् भवति परन्तु तत्र जलमपि अस्ति खलु जलं नास्ति चेत् विद्युत् न आगच्छति तर्हि तत्र अभिन्दनं दिव्यं विद्युतादि इति वदामः उदर्यम् इत्युक्ते यत् अस्माकम् उदरी अस्ति येन कारणेन अस्माकं भोजनं सर्वं तत्र जीर्णः भवति इति यद्वक्तुं शक्नुमः. तदेव तत्र उदर्यमस्ति. आकरजम् आकरः इत्युक्ते आकरः इत्युक्ते कः इति जानाति वा अर्थः कः इति कोऽपि जानाति वा? अस्तु, तत्र स्वर्णं रजतं तत्सर्वं प्राप्नुमः खलु, तत्र मैन् इति वदामः खलु आङ्ग्लभाषायां, तत्र यस्मात् स्वर्णं रजतं तत्सर्वं तदेव आकरः इति. आकरजः इत्युक्ते तत्रापि किमपि अग्निः अस्ति खलु, तदेव तत्र आकरजः इति भवति. तत्र माग्मा एव वा? माग्मा इति न, तत्र वस्तुतया न्यायशास्त्रे तत्र स्वर्णम् इति यः यद्वयं वदामः, स्वर्णम् इत्युक्ते तेजः एव न तु पार्थिववस्तु इति ते वदन्ति. तदर्थमेव तत्र आकरजं स्वर्णादि इति ते वदन्ति. तस्मिन् विषये प्रायः आगामिकक्षायां किञ्चित् विस्तारेण तत् पश्यामः. इदानीं मास्तु, इदानीं प्रायः अत्र स्थगयामः इति चिन्तयामि. प्रश्नः नास्ति चेत् अत्र स्थगितुं शक्नुमः. प्रश्नः अस्ति भगिनि, आगामिसप्ताहे चर्चयामः वा? न, वदतु भगिनि, प्रश्नः अस्ति चेत्. मम इन्द्रियविषये किञ्चित् भ्रमः अस्ति. अत्र शीतस्पर्श इति दत्तमस्ति. स्पर्श इत्युक्ते स्पर्शेन वयं जानीमः शीत शैत्यमस्ति इति मम अवगमनमासीत्. तदर्थं पुनः अत्र वदन्ति इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति इत्युक्ते द टङ्ग् इति खलु. सत्यं, तत्र किञ्चित् भेदः अस्ति. पुनः उष्णमपि उष्णस्पर्श इति दत्तमस्ति. किमर्थम् उष्णं शैत्यम् इति न दत्तमस्ति? पूर्वभागे अपि मम किञ्चित् सः प्रश्नः आसीत्. तत्र शीतस्पर्शः इति जलस्य लक्षणं प्रथमं खलु. तर्हि तत्र आपां लक्षणमस्ति. तत्र यत्र स्पर्शः भव स्पर्श इत्युक्ते तत्र जले स्पर्शत्वम् अस्ति, परन्तु तत् शीतः अस्ति इत्युक्ते तत्र अनुष्णम् अस्ति इति एव तत्र विषयः अस्ति खलु. तत्र तदर्थं किमर्थं जले शैत्यम् इति लक्षणं न भवति, तत् एकः प्रश्नः अस्ति. केवलं तत्र शैत्यम् इत्युक्ते वायौ अपि शैत्यं भवितुम् अर्हति खलु, अन्यस्थलेषु अपि शैत्यं भवितुम् अर्हति. परन्तु स्पर्शमपि अस्ति खलु, वायौ तु तत्र वायौ स्पर्शः अस्ति, परन्तु तत्र अन्यस्थलेषु शैत्यं भवितुम् अर्हति, परन्तु स्पर्शः न अपि स्पर्शः न भवितुम् अर्हति. तर्हि केवलं शैत्यम् इति वदामः चेत् तत्र तादृश अतिव्याप्तिः अथवा अव्याप्तिदोषः भवितुम् अर्हति. तदर्थमेव शीतस्पर्शवान् शीतस्पर्शवत् जलम् इति वदामः चेत् तथैव तत्र तेजसविषये अपि उष्णस्पर्श उष्णस्पर्शवत् तेजः इति तत्र अस्ति. किमर्थं चेत् तत्र स्पर्शमपि अस्ति, अपि च तादृशस्पर्शम् उष्णस्पर्शम् अस्ति इति. हा, परन्तु अहं न्यायशास्त्रे न जानामि, परन्तु पञ्चेन्द्रियः इत्युक्ते स्पर्शः अपि एकम् अस्ति खलु भगिनि? एकः एकः हा सत्यम् अस्ति, परन्तु परन्तु अस्तु, प्रतिध्वनिः पुनः आगच्छति. अहं चिन्तयामि तत्र स्पर्शः इति तत्र वायोः इन्द्रियं स्पर्शः इति भवति इति. तत्र किमर्थं रसः इति अस्ति चेत् अस्माकं जिह्वायां सर्वदा जलम् अस्ति खलु ते तत्र यत् तदर्थमेव तत्र जिह्वा रसम् इति तत्र रसयुक्तः एव तत्र किमपि अस्ति भगिनि. इदानीं किञ्चित् सम्यक्तया न स्मरामि, परन्तु तत्र रसयुक्तः एव तत्र जलयुक्तेन एव तत्र रस अवगमनं भवति इति किमपि अस्ति. तदर्थमेव तत्र रसविषये आगच्छति. अनन्तरं तत्र तेजः इति वदामः चेत् तत्र प्रकाशः इति अपि स्वीकर्तुं शक्नुमः खलु. चक्षुद्वारा एव तस्य ज्ञानं भवति. तदर्थमेव तत्र चक्षुः इति अस्ति. तत्र उष्णस्पर्शवत् तेजः इति तत्र अतिव्याप्ति अव्याप्ति दोषरहितलक्षणवाक्यं भवतु इति कारणात् एव तथा अस्ति. अस्तु भगिनि, इदानीं स्पष्टं वा? हा आं भगिनि, धन्यवादः. अस्तु अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा? नो चेत् अत्र स्थगयामः. धन्यवादः भगिनि. धन्यवादः. शुभरात्रि. शुभरात्रि भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि. शुभरात्रि.